पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 95 नारद उवाच अधोर्जब्रधिनः सम्यगुद्यापनविधिं नृप तच्छृणुष्व मयाख्यातं किं विधानं समासदः ऊर्ज शुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रति व्रतसम्पूर्णतार्थाय विष्णुप्रीत्यर्थमेव च तुलस्या उपरिष्ठात्तु कुर्यान्मण्डपिकां शुभां सुतोरणां चतुर्द्वारां पुष्पचामरशोभितां द्वारेषु द्वारपालांश्च पूजयेन्मृण्मयान् पृथक् पुण्यशीलं सुशीलं च जयं विजयमेव च तुलसीमूलदेशे च सर्वतो भद्रमालिकेद चतुर्भिर्वर्णकैः सम्यक् शोभाढ्यं समलङ्कृतं तस्यो परिष्ठात् सपिधानं पञ्चरत्नसमन्वितं महाबलेन संयुक्तं कुम्भं तत्र निधाय च पूजयेत्तत्र देवेशं शङ्खचक्रगदाधरं कौशेयपीदवसनं युक्तं जलधिकन्यया इन्द्रादिलोकपालांश्च पूजयेन्मण्डले व्रति द्वादश्यां प्रतिबुद्धसत्त्रयोदश्यां यदसुरैः दृष्टोर्चितश्चतुर्दश्यां तस्मात् पूज्यस्तथाधिकं तस्यामुपवस्येद्भक्रिया शान्तः प्रयतमानसः पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया उपचारैः षोडशभिर्नानाभक्ष्यसमन्वितैः रात्रौ जागरणं कुर्याद्गीतवाद्यादि मङ्गलैः गीतं कुर्वन्ति ये भक्र्या जागरे चक्रपाणिनः जन्मान्तरशतोद्भूतैः ते मुक्ताः पापसञ्चयैः जागरे वासरे विष्णो गीतं नृत्यं च कुर्वतां गोसहस्रं च ददतां तत्फलं समुदाहृतं गीतनृत्यादिकं कुर्वन् दर्शयेत् कौतुकानि च पुरतो वासुदेवस्य रात्रौ यो हरिजागरे पठन् विष्णुचरित्राणि यो रञ्जयति वैष्णवान् मुखेन कुरु देवाद्यं स्वेच्छालापांश्च दर्शयन् भावैरेतैर्नरो यस्तु कुरु दे हरिजागरं दिने दिने तस्य पुण्यं तीर्थकोटिसमं स्मृतं ततस्तु पौर्णिमास्यां वै सपत्नीकान् द्विजोत्तमान् त्रिषण्मितानेकान् वा स्वशक्रिया वा निमन्त्रयेद् वरान् दत्त्वा यतो विष्णुर्मत्स्यरूपी अभूत्तदा तस्यां दत्तं हुदं जप्तं तदक्षयफलं स्मृतम् अधस्तान् भोजयेद्विप्रान् पायसान्नादिना व्रति अधो देवा यदि द्वाभ्यां जुहुयात्तिलपायसं प्रीत्यर्थं देवदेवस्य देवानां च पृथक् पृथक् दक्षिणां च यथाशक्ति प्रदद्यात् प्रणमेच्छतान् पुनर्देवं समभ्यर्च्य देवांश्च तुलसीं तथा तदोगां कपिलां तत्र पूजयेद्विधिवद्व्रति गुरुं व्रतोपदेष्टारं वस्त्रालङ्करणादिभिः सपत्नीकं समभ्यर्च्य गाञ्ज तस्मै प्रदापयेद् युष्मत्प्रसादादेवेशः प्रसन्नो मे भवेत्तदा व्रदादस्माच्च यत्पापं सप्तजन्मकृतं मया तत्सर्वं नाशमायादुस्थिरा मे चास्तु सन्ततिः मनोरथाश्च सफलाः सन्तु नित्यं ममार्चनाद देहान्ते वैष्णवं स्थानं प्राप्नुयामदिदुर्लभम् इति क्षमाप्यदान् विप्रान् प्रसाद्य च विसर्जयेद तामर्चां गुरवे दद्याद्रत्नयुक्तां तदा व्रती तदा सुहृद् गुरुयुध स्वयं भुञ्जन्ति भक्तिमान् कार्तिके वाध तपसि विधिरेवं विधस्मृतः एवं ह्य कुरुदे सम्यक् कार्तिकस्य व्रतं नरः विपाप्मा स विनिर्मुक्तो विष्णुसान्निध्यगो भवेद् सर्वव्रतैः सर्वतीर्थैः सर्वदानैश्च यद्फलं तत्कोटिगुणितं ज्ञेयं सम्यगस्य विधानतः ते धन्यास्ते महापुण्यास्तेषां सर्वफलोदयः विष्णु भक्तिरदाये स्युः कार्तिके व्रतकारिणः देहस्थितानि पापानि विदर्कं यान्ति तद्भयाद् क्व यास्यामो वदन्त्येवं यद्येयं व्रतकिन्नरः इत्यूर्जव्रतनियमान् शृणोति भक्ता ये चैदत् कथयन्ति चैव वैष्णवाग्रे ते सम्यक् व्रतकरणात् फलं लभेरन्तत्सर्वं कलुषविनाशनं लभं ते इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमहात्म्ये श्रीकृष्णसत्यभामसंवादे उद्यापनवर्णनो नाम पञ्चनवतितमोऽध्यायः ॐ